नमस्सर्वेभ्यः अस्माकं व्याकरणवर्गे भवतां सर्वेषां स्वागतम्। अस्माकं विषयः अस्ति अदादिगणे अजन्तदातवः इति विषयः। इदानीम् अस्माकं शोभा भगिनी अस्मान् स्मारयतु, कृपया स्मारयतु भगिनि अत्रस्मिन् प्रपत्रे किम् अस्ति इति। अस्तु भगिनि, तर्हि तत्र अदादिगणे द्विसप्तति धातवः सन्ति। तत्र प्रथमम् अधिप्रभृतिभ्यः शपः इति दृष्टवन्तः, इत्युक्ते यथावत् कर्तरि शप् सार्वधातुके प्रत्यये परे अस्ति चेत् आगच्छति सर्वत्र, किन्तु अस्मिन् गणे अदादिगणे अधिप्रभृतिभ्यः शपः इत्यनेन शपः लुक् भवति। लुक् इति एकः किं तत् लोपः इति तत्र लुक् इति उच्यते। अपि च तत्र लोपः लुक् इत्यनयोः भेदः अपि अस्ति इति दृष्टवन्तः। लोपः अस्तु, तस्मिन् विषये बहु किमपि न वदामि, किन्तु यदा लुक् लोपः भवति चेत् अस्तु, तत्र भेदः कः इत्युक्ते प्रत्ययलोपे प्रत्ययलक्षणम् इत्यनेन प्रत्यय लुप्यते लुप् चेदपि तस्य लक्षणं तिष्ठति, अपि च तद् आधारीकृत्य कार्यं भवति, किन्तु लुक् इत्यत्र तथा न भवति। न लुमताङ्गस्य इत्यनेन यस्मिन् शब्दे लु इति अस्ति तेन शब्देन प्रत्ययात् अदर्शनं विहितं चेत् तत्र अङ्गकार्यं सः प्रत्ययः अङ्गकार्यस्य निमित्तं न स्यात् इति वदनेन तत्र कार्यं न भवति इति तत्र भेदः। अपि च तदनन्तरं तत्र नूतनबिन्दुः इति दृष्टवन्तः, तत्र कुत्रचित् लुक् निमित्तं विशेषकार्यं सञ्जायते इति अस्ति, इत्युक्ते तत्र उतो वृद्धिर्लुकि हलि इति सूत्रं दृष्टवन्तः। यथा यु धातुं स्वीकुर्मः चेत् तत्र उत् अस्ति यु धातुः इति कृत्वा तेषु प्रसङ्गेषु वृद्धिः भवति, तत्र यु इत्यस्य यौ इति भूत्वा यौति इति लट्लकाररूपं सिध्यति। अपि च अदादिगणे इदानीं वयं साक्षात् धातोः परे तिङ् प्रत्ययं पश्यन्तः स्मः, नो चेत् तत्र विकरणप्रत्ययः सर्वत्र आगतम् आसीत्, अत्र तस्य लुक् भवति इत्यनेन साक्षात् तिङ् प्रत्ययः तत्र तिष्ठति। अपि च तत्र अजन्तधातवः हलन्तधातवः इति अस्मिन् गणे, तस्मिन् विषये तत्र अजन्तधातूनामेव अस्माकं अभ्यासः प्रचलन् अस्ति, हलन्तधातूनां विषये अग्रे पश्यामः। तदनन्तरं तत्र तिङ् प्रत्ययनिमित्तकम् अङ्गकार्यं तदा अङ्गतिङ्प्रत्ययोः मेलनम् इति शीर्षिकायाम् आकारान्तधातवः इति दृष्टवन्तः। तत्र लङ्गः शाकटायनस्य एव इति सूत्रम् आगतम्। आकारान्तात् धातोः लङ्गि झेः झुस् आदेशः भवति केवलं शाकटायस्य मतेन इति। तत्र अपि च तत्र किं भवति इति चेत् झुस् इति आदेशः भवति आ अन्त यस्य धातोः अस्ति तत्र लङ्लकारे झेः झुस् इति आदेशः भवति। तत्र झुस् इति आदेशात् अनन्तरं अग्रे उस्य पदान्तात् इति सूत्रम् आगच्छति, यथा तत्र या इति धातुं स्वीकुर्मः चेत् या योगः तत्र झि इति भूत्वा या योगः झुस् इति भवति चेत् तत्र उस् तत्र तस्य उस् इति तिष्ठति, या योगः उस् इति स्तरे उस्य पदान्तात् इति आगत्य तत्र उस्य पदान्तात् इति सूत्रं किं वदति इत्युक्ते अपदान्तात् अकारात् उसि प्रत्ययपरे तत्र अजादि उसि प्रत्ययपरे पूर्वपरयोः पररूपम् एकादेशः भवति इति आद्गुणस्य अपवादत्वेन कार्यं करोति इति. इत्युक्ते तत्र या इति धातुं स्वीकृत्य लङ्लकारे अया इति भवति, अयायोगः उः अयुः इति अन्तिमरूपं सिद्ध्यति तत्र. तत्र अयुः इति अथवा वा इति धातुं स्वीकृत्य अबुः इति भवति चेत् तत्र उस्य पदान्तात् इति सूत्रस्य कार्यम् अस्ति इति ज्ञातुं शक्नुमः. अपि च एतत् एषः रूपः वैकल्पिकरूपः अस्ति. एतद् रूपं रूपम् एतद् रूपं वैकल्पिकम् इति अपि ज्ञातुं शक्नुमः. तत्र अन्यत् अन्यः विषयः लोटि कथं किमर्थं न भवति इति आगतं. यतोहि लोटो लङ्वत् इति भवति खलु, तत्र किमर्थं नागच्छति इति चेत् तत्र विधो लोटे विधो लटो वा इत्यस्मात् न क्षम्यतां तत्र किम् उक्तम् इत्युक्ते तत्र चर्चा अस्ति किन्तु तत्र किम् अस्ति इत्युक्ते अस्य सूत्रस्य प्रसक्तिः साक्षात् यत्र लङ् इति भवति न तु अतिदेशेन लङ् भवति चेत् तत्र न भवति इति उक्तम्. अपि च तदनन्तरं दरिद्रा धातुः इति दृष्टवन्तः. किञ्चित् विशिष्टधातुः जक्षित्तादय षट् इत्यनेन जक्षित् आदि किं तत्र जक्षित् इति गणः वा जक्षित्यादयः षट् जक्षितादय षट् इति एव गणः तत्र. अस्तु जक्षित्यादिगणः तस्मिन् गणे दरिद्रा इति धातुः अस्ति, दीर्घ आकारान्तधातुः. अपि च ते तत्र दरिद्रधातोः कृते इदानीं कानिचन सूत्राणि आगच्छन्ति. जक्षितादय षट् इत्यनेन अभ्यस्तसंज्ञा भवति दरिद्रा इति धातोः. अपि च तदनन्तरम् अदभ्यस्तात् इत्यनेन अभ्यस्तसंज्ञकधातु उत्तरस्य प्रत्ययस्य आदिम अवयवस्य झकारस्य स्थाने अत् इति आदेशः भवति. अतः तत्र दा इति धातुं स्वीकुर्मः चेत् ददा योगः झि इत्यत्र तत्र झि इत्यत्र झकारस्य अत् आदेशः भवति. अपि च झि इति तत् अतः अति इति भवति. ददा योगः अति ददाति इति रूपं सिद्ध्यति तत्र जक्षितादेश. ददाति इति कुत्र अस्ति तत्र? ददाति जक्षित्यादिगणे क्षम्यतां दरिद्रा इति स्वीकरणीयं तत्र. दरिद्राति इति भवति तत्र. तत्र ज्योत्यादिगणीयधातुं लिखितवती केवलं अवगमनार्थं. तत्र अभ्यस्तसंज्ञा ज्योत्यादिगणे भवति इति, किन्तु अत्र तु जक्षितादय षट् इत्यनेन दरिद्राधातोः अभ्यस्तसंज्ञा भवति इति. सम्यक् वा भगिनि? आमाम्. अस्तु, तर्हि दरिद्राति इति भवति रूपं. न इत्युक्ते तत्र अन्त् इति रूपं न दृश्यते अन्ते बहुवचने इति. अपि च तदनन्तरं स्तिजभ्यस्तविधिभ्यश्च इति सूत्रं. नित् लकारस्य अवस्थायां सिच् प्रत्ययात् अभ्यस्तसंज्ञकधातोः विद् धातोः च परस्य झि प्रत्ययस्य स्थाने जुस् आदेशः भवति इति. झि प्रत्ययस्य स्थाने तर्हि झि प्रत्ययः यदा भवति तत्र एकक्षणं भगिनि, बहुवचने भवति तर्हि तत्र अस्मिन् सूत्रे झेः झुस् भवति. अपि च तत्र झेः झुस् भूत्वा दृष्टवति किन्तु अति इति अन्तिमरूपं भवेत्. अपि च केन सूत्रेण इत्युक्ते एतेन सूत्रेण किं भवति सिजभ्यस् विधिभ्यः च नितः लस्य जेः जुस् इति. अनेन लङ्गि अभ्यस्तसंज्ञकधातोः परस्य झि स्थाने जुस् आदेशः जुस् इत्यस्य अनुबन्धलोपे किं तत्र उहु इति भवति अन्ते. आहत्य अभ्यस्तसंज्ञकः धातुः अस्ति चेत् लङ्गि अन् स्थाने उहु इति प्रत्ययः भवति इति. तत्र उहु इति प्रत्ययः लङ्लकारे भवति चेत् तत्र अन् इत्यत्र उहु इति आगच्छति. अतः तत्र दरिद्राधातोः किं भवति दरिद्रधातोः दरिद्रुः इति भवति वा लङ्लकारे अ दरिद्रा इति अङ्गं भवति अदरिद्रा इति. तत्र पुनः द्रष्टव्यं भगिनि. तत्र रूपं किं भवति भगिनि उहु इत्यत्र दरिद्रा इति धातोः तत्र अपि च तत्र इत् दरिद्रस्य इति अपि अस्ति. इत्युक्ते तत्र एतानि त्रीणि सूत्राणि मिलित्वा तत्र लट्लकारे दरिद्रातः इति दरिद्रितः इति भवति द्विवचने. अपि च दरिद्रायोगः वः तत्र उत्तमपुरुषे दरिद्रिवः इति. इत्युक्ते इत् दरिद्रस्य इति अपि सूत्रमस्ति. दरिद्रधातोः आकारस्य स्थाने ई आदेशो भवति हलादौ किति निति सार्वधातुके प्रत्यये परे. इत्युक्ते निति लङ् लकारे भवति. अपि च अन्यत्र तत्र दरिद्रिवः इति तत्र तु लङ् नास्ति खलु. अस्तु, तत्र दरिद्रधातोः रूपाणि इदानीं सर्वाणि रूपाणि इदानीं मास्तु भगिनि. अस्तु, तत्र इत्युक्ते आरांशरूपेण. अस्तु, क्षम्यतां भगिनि. हा, इत् दरिद्रस्य इत्यनेन किं भवति इत्युक्ते दरिद्रस्य अङ्गस्य इत् हलीक् इति सार्वधातुके इति तत्र सूत्र किं तत्र अनुवृत्तिसहितसूत्रम्. आकारस्य स्थाने इकारादेशः भवति इति विषयः. स्नाभ्यस्तरो यातः इति सूत्रम् अग्रे. तेन स्नाप्रत्ययस्य अभ्यस्तसंज्ञकधातोः च आकारस्य लोपः भवति इति. इत्युक्ते तत्र आलोपः भवति एतेन सूत्रेण. तर्हि तत्र दरिद्रधातोः कृते तत्र आलोपः यदा अस्य सूत्रस्य प्रसक्तिः भवति तदा आलोपः भवति इति. अपि च तत्र दरिद्रा इति दरिद्रतु इति भवति रूपं. दरिद्रा अस्ति चेत् दरिद्रतु इति. तदनन्तरं सम्यक् भगिनि, बहु समीचीनं, सम्यक्. तर्हि इदानीम् उषा भगिनि किञ्चित् अग्रे अधिकम् उक्तवती इति क्षम्यतां भगिनि. नास्ति चिन्ता, तत्र इत्युक्ते सारांशरूपेण वक्तव्यं. प्रयत्नं करोमि वा अग्रे अग्रे अग्रे अग्रे पश्यामि. न, सम्यक् सम्पूर्णतया उक्तवती, परन्तु इतोपि सारांशरूपेण वक्तव्यं. सारांशरूपेण वदनीयम्. आमाम्. अस्तु, उषा भगिनी इदानीं वदति वा? प्रयत्नं करोमि भगिनि. किं भगिनि? सिजभ्यस्तविधिभ्यश्च ईकारान्तदातोः विषये किञ्चित् उक्त्वा तत्र कुतः पर्यन्तम् अस्माभिः प्राप्तं ततः पर्यन्तं वदतु सारांशरूपेण, अधिकं नास्ति. अस्तु भगिनि, इकारान्तदातवः सप्तदातवः सन्ति. अत्र इकारान्तदातवः मुख्यसूत्रम् अस्ति अचिष्णुदहदुब्रुवाम् इवोरियङ्गुवङ्गौ. वयं जानीमः अचिष्णुदहदुब्रुवाम् इवोरियङ्गुवङ्गौ अचि परः अस्ति चेत् अजन्त अजादिप्रत्ययः परः अस्ति चेत् अपि च श्नु प्रत्ययान्त अङ्गम् अस्ति चेत् अपि च इकार उकार धातु अस्ति चेत् अचिष्णुधातुब्रुवामि भोरियङ्गुभङ्गौ इति सूत्रं कार्यं करोति. अचिष्णुधातुब्रुव इकार उकारान्तधातु इत्यनेन अस्य सूत्रस्य प्रसक्तिः अस्ति इकारान्तधातोः कृते. अत्र सप्तधातवः सन्ति इत्यनेन अचिष्णुधातुब्रुवाम् इवोरियङ्गुभङ्गौ इत्यनेन अजातिप्रत्ययः परः अस्ति चेत् इकारान्तधातोः कृते इकारस्य स्थाने इति आदेशः भवति इकारादिधातोः स्थाने इकार यकार आयाति. अत्र प्रथमं वयं पठितवन्तः इणो अपि च अनतर अन्यसूत्रम् अस्ति इणो यण् इति सूत्रम् अस्ति. इण् धातोः यण् आदेशः भवति अजादिप्रत्यये परे. पूर्वं दृष्टवन्तः अजादिप्रत्यये परे अचिष्णुधातु ब्रुवा इण् धातोः कृते, परन्तु इण् धातोः कृते यण् आदेशः भवति अजादिप्रत्यये परे इति सूत्रम् अचिष्णुधातु ब्रुवामि बोरियङ्गु वङ्गौ सूत्रस्य अधः अस्ति इत्यनेन. अपि च इणो यण् इति सूत्रम् इण् धातोः कृते विशेषेणतया उक्तः इत्यनेन इणो यण् इति सूत्रं मुख्यसूत्रं भवति इण् धातोः कृते. अपि च वयं जानीमः आडजादीनाम् इत्यनेन इकारान्तधातोः कृते आड् अजादिधातोः अस्ति इत्यनेन आडजादीनाम् इति सूत्रं कार्यं करोति इत्यनेन लङ् रूपः अस्ति आकारः अपि च धातोः लङ् रूपं रूपं नपुंसकलिङ्गशब्दः रूपं रूपः न लङ् अस्तु भगिनि लङ् रूपम् अस्ति आकारयोगः इकारयोगः इणो इण् धातु आकारयोगः इकारयोगः अग्रे प्रत्ययः आयाति तिपातिप्रत्ययः आयाति. अनन्तरम् आटश्च इत्यपि सूत्रमस्ति. आटश्च इत्यनेन वृद्धिकार्यं भवति. अनन्तरं अत्र लङ्गीरूपं लङ्गीरूपं परः वयं आकारयोगः इण् धातोः आकारयोगः इकारयोगः अण् इति प्रत्ययः कृते वयं बहु चर्चा पठितवन्तः. आकारयोगः इकारः योगः अण् इति स्थाने किं सूत्रं कार्यं करोति इत्यस्य स्थाने आकार ईयोगः अण् इणोयण् इति सूत्रं प्रथमं कार्यं करोति वा अथवा आकारयोगः ईकारः अस्ति चेत् आयोगः ई वृद्धिकार्यम् आटश्च इत्यनेन वृद्धिः अस्ति इत्यनेन आयोगः ई ई स्थाने आयोगः ई ऐ भवति ऐ योगः अन् इति आयन् इति रूपं सिद्ध्यति तदपि वक्तुं शक्यते खलु इति भवति. अनन्तरम् ई योगः अन् इति प्रथमं कार्यं करोति चेत् इणोयण् इत्यनेन ई स्थाने यकारः आयाति यकारयोगः अन् यन् अनन्तरम् आयोगः यन् आयन् इति भवति तदपि वक्तुं शक्यते खलु इति कृते बहवः चर्चा बहवः चर्चा जायते. अत्र अन्य आयोगः आयोगः ई स्थाने आटश्च इति स्थलम् आयोगः ई इति अस्ति चेदेव आटश्च इत्यनेन आयोगः ई वृद्धिः सम्भवति. इणोयन् इत्यस्य स्थाने ई स्थाने यकारः आयाति ई योगः यन् देन् प्रथमं आट् किं सूत्रं कार्यं करोति इति स्थाने आटश्च सूत्रं सूत्रस्य कार्यम् अस्ति वा इणोयन् इति सूत्रस्य कार्यं प्रथमम् अस्ति वा इत्यत्र स्थाने अन्यत्र इणोयन् इति सूत्रम् अङ्गकार्यम् अस्ति आटश्च इति वर्णकार्यम् अस्ति इत्यत्र स्थाने अन्यत्र अन्यत्र लब्ध तत्र आयन् इति स्थाने बहवः चर्चा एरनेकाच् आयोगः ई योगः अन् आयोगः ई योगः आयोगः ई स्थाने ई अस्ति चेदेव आटश्च इति सूत्रं कार्यं कर्तुं शक्यते. ई योगः अन् इति स्थले इणो यण् इति सूत्रं कार्यं कर्तुं शक्यते. ई योगः आटश्च इति कार्यं प्रथमम् अस्ति चेत् इणोयण् इति सूत्रं कार्यं न कर्तुं शक्यते. इनोयन् इति सूत्रं प्रथमं कार्यं कर्तुं शक्यते चेत् आतश्च इति सूत्रस्य कार्यं नास्ति. तथा एव देन् समानकाले समानस्थले द्वयोः सूत्रयोः कार्यं नास्ति इत्यनेन अन्यत्र अन्यत्र लब्धावकाशः इत्यनेन तुल्यबलविरोधः अपि नास्ति. तुल्यबलविरोधः नास्ति चेत् परसूत्रस्य कार्यं परसूत्रस्य कार्यं नास्ति इति अपि अस्ति. सो इणोयण् इत्यस्य सूत्रं कार्यं नास्ति. तथा पूर्वपरनित्य अन्तरङ्गापवादानाम् उत्तरोत्तरं बलीयः इत्यनेनापि निर्णयः कर्तुं न शक्यते. अपि च अनन्तरं वयं दृष्टवन्तः प्रतिपदविधानम् इति इणोयण् इति सूत्रम् अत्र इणोयण् इति सूत्रेण धातोः आह्वानम् अस्ति. धातोः आह्वानम् अस्ति इत्यनेन शीघ्रस्थितिः भवति इत्यनेन इणोयण् इति सूत्रं कार्यं कर्तुं शक्यते इति अपि एकं वादम् अस्ति. अत्र इणोयण् इति सूत्रम् इति प्रतिपदोक्तम् अस्ति इणोयण् इत्यस्य कृते. लक्षण इको एनचि इति सूत्रम् इति लक्षणसूत्रं लक्षणेन कार्यं कर्तुं शक्यते. इको एनचि इति लक्षणेन कार्यं कर्तुं शक्यते इति चेत् लक्षणम् अपि च प्रतिपदोक्तम् इत्यस्य कृते प्रतिपदोक्तम् इत्येव बलवत् भवति इति वयं जानीमः. तथा इणोयण् इति प्रतिपदेन उक्तम् इत्यनेन इणोयण् इति सूत्रस्य कार्यमेव प्रथमं स्यात् इति एकं वादम् अस्ति. इणोयण् इति प्रथमं कार्यम् अस्ति चेत् आयोगः ई योगः अन् इति स्थले ई इत्यस्य स्थाने यकारः यकारयोगः अन् यन् भवति आयन् इति कार्यं भवति. आटश्च इति सूत्रं कार्यं कर्तुं न शक्यते. अनन्तरम् अस्ति द्वयोः प्रतिपद अपि च आटश्च अपि च इणोयण् इत्यस्य कृते इणोयण् इति अङ्गकार्यम् अस्ति इत्यनेन आटश्च इति सूत्रं वर्णकार्यम् अस्ति. यतोहि षष्ठमाध्याये प्रथमपादे अस्ति इणोयण् इति सूत्रम् अङ्गकार्यम् अस्ति. यतोहि षष्ठमाध्याये चतुर्थपादे अस्ति तथा अङ्गकार्यम् इति बलवत् भवति वर्णकार्यस्य कृते. वर्णात् अङ्गं बलीयः इति अपि वक्तुं शक्यते. इणोयण् इत्येव कार्यं कर्तुं शक्यते इत्यपि अस्ति. अनन्तरं वयं दृष्टवन्तः ततः अग्रे ईयोगः ईयोगः अन् इति स्थाने इणोयण् यकारः योगः अन् यन् भवति. अनन्तरं इणोयण् अपि च आडजातीनां इणोयण् आ लङ् स्थाने इण् धातु लङ् आयाति. ईयोगः लङ् ईयोगः लङ् इति स्थाने प्रथमपुरुष बहुवचनम् ईयोगः जि भवति. ईयोगः जि इति अन्ति भवति जि स्थाने अन्ति इति इकारः इतश्च इति सूत्रेण अन्त् भवति. अन्त् भवति अनन्तरं 24 संयोगान्तस्य लोपः इत्यनेन अन्त् इति अन् इति भवति. अन् ईयोगः लङ् ईयोगः अन् इति भवति. अत्र इणोयण् इति प्रतिपदोक्तेन कार्यं भवति चेत् वर्ण अङ्गकार्यम् इति अनेन यकारयोगः अन् इति भवति चेत्. अनन्तरम् आडजाति ई इति धातुः ई इति रूपम् अस्ति चेत् एव आडजादीनाम् इत्यनेन कार्यम्, आडजादीनाम् इत्यनेन कार्यं चेत् आयोगः आयोगः ईयोगः अन् भवति वा, आयोगः यकारयोगः अन् भवति वा इति चेत् अत्रापि वयं दृष्टवन्तः आडजादीनाम् अपि च इनो एण् सूत्र सूत्रद्वयम् अपि चतुर्थपादे अस्ति, षष्ठ अध्याये चतुर्थपादे अस्ति इत्यनेन द्वयोः सूत्रयोः कार्यम् अपि वयं दृष्टवन्तः. असिद्धवत् अत्र अभात् इति सूत्रस्य अधः अस्ति इत्यनेन अभीयकार्यम् अभीयकार्ये इति वयं वदामः. अभीयकार्यम् इति चेत् द्वयोः सूत्रयोः समाननिमित्तम् अस्ति, अत्र सङ्ख्या इत्यस्य मुख्यं नास्ति. अभीयकार्याणि कृते सङ्ख्या इति मुख्यं नास्ति, समाननिमित्तं भवति. समाननिमित्तं भवति चेत् कमपि सूत्रं कार्यं कर्तुं शक्यते, परन्तु एकं सूत्रं कार्यं करोति चेत् अन्यसूत्रम् आभीयकार्ये अस्ति चेत् आभीयकार्यम् अस्ति चेत् तेन सूत्रेण पूर्वसूत्रस्य कार्यं न द्रष्टुं शक्यते इति एकम् इति असिद्धवत् अत्र आभात् इति सूत्रं वदति. सूत्रसङ्ख्या मुख्यं नास्ति, परन्तु आभीयकार्यं भवेत्, अपि च आभीयकार्यम् इति चेत् असिद्धवत् अत्र आभात् 6422 आरम्भतः 6 4 129 I think 175 इत्यस्य कृते सूत्रम् अस्ति चेत् द्वयोः सूत्रमपि अस्ति चेत् सूत्रे द्वयोः सूत्रम् अस्ति चेत् आभीयकार्यम् इति वयं वक्तुं शक्यते. अत्र आडजादीनाम् अपि च इणो यण् द्वयो सूत्रद्वयमपि आभीयकार्यम् अस्ति इत्यनेन कमपि सूत्रं कार्यं प्रथमं कर्तुं शक्यते, परन्तु द्वितीयसूत्रेण प्रथमसूत्रस्य कार्यं न द्रष्टुं शक्यते इति अत्र वयं किमपि सूत्रं प्रथमं कार्यं कर्तुं शक्यते इति न, तथा तु नास्ति खलु. यदि एकं सूत्रं कार्यं करोति तदानीं द्वितीयसूत्रस्य कृते प्रथमसूत्रम् असिद्धम्. अस्तु भगिनि, समीचीनं, धन्यवादः. किं हा इत्युक्ते सम्यक्तया उक्तवती, परन्तु अहं किं वक्तुम् इच्छामि इति चेत् यदा सारांशरूपेण वदतु इति वदामि तदानीं सारांशरूपेण वक्तव्यम्, विस्तृततया एवं रीत्या न वक्तव्यम्. इत्युक्ते न केवलं भवत्याः कृते, शोभाभगिन्याः कृते अपि, इत्युक्ते इदानीम् अर्धघण्टा जाता खलु, सारांशरूपेण वक्तव्यं, तत् तस्य अभ्यासः भवतु इति कृत्वा एव अहं प्रार्थयामि यत् भवन्तः वदन्तु इति. सम्यक्तया उक्तवती, अग्रे करिष्यामि भगिनि. समीचीनम् इत्युक्ते अन्यस्मिन् दिने विस्तृततया वक्तुं शक्यते, परन्तु इदानीम् अग्रे गन्तव्यं खलु इति कृत्वा किञ्चित् विस्तृततया रूपाणां विषये चर्चा नास्ति, केवलं किं किम् अधीतं सारांशरूपेण तावदेव. तर्हि अत्र इणुधातोः विषये चर्चा एव जायमाना अस्ति. अस्माभिः किम् उक्तमासीत् इति चेत् सामान्यतया लङ्लकारस्य क्रमः कथम् अस्ति, प्रथमतया अडागमः आडागमः भवति, तदनन्तरम् अङ्गकार्याणि भवन्ति, तदनन्तरं यदि आडागमः अस्ति चेत् वृद्धिकार्यं भवति आटश्च इत्यनेन, तदनन्तरं सन्धिकार्यं भवति इति क्रमः अस्ति. अत्र ईणुधातोः विषये तादृशक्रमस्य अनुसरणं शक्यते वा इति प्रसङ्गे एव चर्चा अस्ति. अस्माभिः किम् उक्तं, यदि तिङ्प्रत्ययं निमित्तीकृत्य, इत्युक्ते लङ्लकारं निमित्तीकृत्य आडागमः प्रथमतया भवति चेत् आयोगः ईयोगः अन्, तदानीम् आटश्च भवति वा एणो एण् भवति वा इत्यस्य प्रसङ्गे भगिन्या विस्तृततया उक्तं. तर्हि तत्र अन्ततो गत्वा अस्माभिः किम् उक्तम् इति चेत् अत्र सामान्यचिन्तनम् अस्माभिः कृतं, वर्णादङ्गं बलीयः अपि च लक्षणप्रतिपदयो प्रतिपदोक्तयोः प्रतिपदोक्तस्यैव ग्रहणं तत्सर्वं कृतम्. इदानीम् अत्र इतोपि विस्तृत इत्युक्ते अत्र इदानीं शास्त्रीयचिन्तनं शास्त्रीयचिन्तनम् अत्र कथं करणीयम् इति अत्र प्रश्नः अस्ति. एतावता यत् यत् चिन्तितं तत्तु सामान्यचिन्तनं, यतोहि परिभाषायाः आधारेण चिन्तनम् अस्ति. इत्युक्ते तादृशपरिभाषा अन्यत्रापि परिभाषायाः प्रयोगः अस्ति, न केवलम् अस्मिन् प्रसङ्गे इति कृत्वा सामान्यबलाबलचिन्तनम् अस्माभिः कृतं. परन्तु इदानीं विशेषचर्चा, अत्र वस्तुतः पक्षद्वयं वर्तते. इत्युक्ते एकस्मिन् पक्षे वयं वक्तुं शक्नुमः प्रथमतया आडाजातीनाम् इति भवति आडागमः, तदनन्तरम् आयोगः ईयोगः अन्, तदनन्तरम् आटश्च भवति वा एणोयन् भवति वा इति अस्माभिः चर्चितं. तत्र वर्णादङ्गं बलीयः इति कृत्वा, अङ्गकार्यं बलवत् इति कृत्वा एणोयन् इत्यस्य कार्यं भवति. तदनन्तरम् आटश्च इत्यस्य अवसरः नास्ति, आयन् इति रूपं लभ्यते. परन्तु अन्यस्मिन् पक्षे तत् सामान्यचिन्तनम् अस्ति. इदानीं विशेषचर्चा का इति चेत्, इदानीम् आडागमः प्रथमतया भवेत् इत्यत्र तत्र किमस्ति प्रमाणम्? इदानीम् आडागमः प्रथमतया न भवति चेत् ईयोगः लङ्लकारः तदानीं किं भवति इति चेत्, साक्षात् इनोयण् इत्यनेन यणादेशः भवति, ययोगः अण्. तर्हि इदानीं तत्र असिद्धवद् अत्राभात् इति एकं सूत्रमस्ति, तस्य कार्यं भवति. तर्हि असिद्धवद् अत्राभात् इति सूत्रं किं वदति, तस्य कार्यं किम् अस्ति इति एकवारं पश्यामः. विजयलक्ष्मी भगिनी वदति वा, पठति वा सूत्रम् असिद्धवद् अत्राभात्? आं नमस्ते भगिनि. असिद्धवत् कमपि आश्रयम् अधिकृत्य, ततः एव खलु भगिनि? आमां, मम ध्वनिः श्रूयते खलु? आं भगिनि, सम्यक्तया श्रूयते. अस्तु. असिद्धवत् अत्राभात् कमपि आश्रयम् अधिकृत्य आभीयकार्यं द्वितीयं समानाश्रितम् आभीयकार्यं प्रति असिद्धं भवति. अधिकारसूत्रं भस्य इति अधिकारसूत्रेण भसंज्ञा सम्बद्धकार्याणि भवन्ति षष्ठाध्यायस्य अन्तपर्यन्तम्. असिद्धवत् अत्राभात् इत्यनेन इत्यनेन 6423 इत्यस्मात् आरभ्य भस्य इत्यस्य अधिकारस्य अन्तपर्यन्तम् एषां कार्याणां षष्ठाध्यायस्य चतुर्थपादस्य अन्तपर्यन्तम् एषां कार्याणां नाम आभीयकार्यम्. असिद्धवत् अव्ययपदम् अत्र अव्ययपदम् आ अव्ययपदं भात् पञ्चम्यन्तम् अनेकपदम् इदं सूत्रम्. असिद्धवत् इत्युक्ते यथा न अजनिष्यत. सूत्रस्य विधानं जातं, कार्यं च सिद्धं, किन्तु अनेन सूत्रेण द्वितीयसूत्रं प्रति प्रथमस्य कार्यं यथा न अभविष्यत्, अतः असिद्धवत् इत्युक्तम्. समानाश्रितं कार्यम् इति अर्थः उदेति अत्र इति अव्ययपदेन. त्रल् अस्मिन् प्लस् त्रल् अत्र. अस्मिन् इत्यस्य सप्तम्यन्तत्वेन निमित्तत्वम् इति आशयः. सूत्रं स्वयं सम्पूर्णं. असिद्धवत् अत्र आभात्. असिद्धवत् अत्र अभात् इति सूत्रस्य अत्र विवरणम् अस्ति. यदा षष्ठाध्यायस्य चतुर्थपादस्य द्वाविंशतिः सूत्रम् अस्ति, अतः त्रयोविंशतितमसूत्रात् चतुर्थपादस्य अन्तपर्यन्तम् अस्य सूत्रस्य प्रभावः अधिकारः वर्तते. अत्र किं कदा अस्य सूत्रस्य इफेक्ट् आश्रयम् अधिकृत्य एव भवति. यदा आभीयकार्यम् इत्युक्ते चतुर्थपादस्य नवविंशति एकोनत्रिंशत् अधिकशतसूत्रस्य सूत्रमस्ति भस्य इति. एतस्य अधिकारे भसंज्ञा सम्बन्धकार्याणि षष्ठाध्यायस्य अन्तपर्यन्तं भवति. अत्र यदा भसंज्ञा भस्य इति अधिकारसूत्रेण भसंज्ञा सम्बद्धकार्याणि भवन्ति तदा असिद्धवत् अत्राभात् सूत्रं वदति. यदा आ भस्य इत्युक्ते भ सम्पूर्ण भ संज्ञायाः कार्यं यदा भवति तत्र यदि द्वितीयं समानाश्रितं सूत्रं भवति तदा अस्मिन् आभीय क्षेत्रे द्वितीयसूत्रस्य किं भवति द्वितीयसूत्रं प्रति प्रथमसूत्रस्य कार्यम् एवं भवति यदा तत् कार्यं न अभवत् इति न अभविष्यत् इति. अतः न अभविष्यत् इति इत्यस्य अत्र सूत्रे असिद्धवत् इति उक्तमस्ति. अत्र सूत्रे असिद्धवत् इति अव्ययपदम् अत्र इति अव्ययपदम् आ इत्यपि अव्ययपदं भात् इति भस्य इत्यस्य पञ्चम्यन्तम् अनेकपदम् इदं सूत्रम् असिद्धवत् अत्राभात् चत्वारि पदानि सन्ति अत्र असिद्धवत् इति अव्ययपदम् अत्र इति अव्ययपदम् आ इति अव्ययपदं भात् इति पञ्चम्यन्तम् असिद्धवत् इत्युक्ते यद् न अभविष्यत् इति भावः असिद्धवत् इति पदेन किम् एक्स्प्रेस् कृतमस्ति. अपि च प्रथमसूत्रस्य विधानं जायते कार्यमपि सिद्ध्यति परन्तु द्वितीयसूत्रं प्रथमसूत्रस्य कार्यं यथा न भवति एव इति भावेन तस्य कार्यं करोति तदेव असिद्धवत् इति पदस्य अर्थः. अत्र आश्रयः इति पदं मुख्यमस्ति यतोहि समानाश्रितं कार्यं भवति चेत् एव अत्र कार्यं द्वितीयसूत्रस्य कार्यं प्रथमसूत्रस्य कार्यं द्वितीयसूत्रं द्रष्टुं न शक्नोति. अत्र इति अव्ययपदेन अत्र किम् उक्तम् इति चेत् अत्र इति प्रायः न सर्वदा एव आधाररूपेण एव उपयुज्यते सप्तम्यन्ते अस्मिन् इति सप्तम्यन्तत्वेन त्रल् प्रत्ययः योजनेन अत्र इति सिद्ध्यति. अत्र तावदेव सूत्रं सम्पूर्णम् असिद्धवत् अत्र आभात् भसंज्ञा सम्बद्धकार्याणि यदा भवन्ति षष्ठम् अध्यायस्य षष्ठाध्यायस्य चतुर्थपादस्य एकोनत्रिंशत् शततमसूत्रात् भ संज्ञायाः अधिकारः वर्तते तत्र असिद्धवत् अत्राभात् इति सूत्रस्य प्रसक्तिः भवति. तावदेव खलु भगिनि. किञ्चित् काम्प्लिकेट् कृतवती परन्तु सूत्रमपि काम्प्लिकेटेड् अस्ति. समीचीनम् इत्युक्ते अस्य कार्यं यदा यथा पूर्वत्र सिद्धम् इत्यस्य कार्यं तथैव अस्यापि कार्यं पूर्वत्र सिद्धम् इत्युक्ते त्रिपाद्याम् अस्ति इदं सूत्रं तु षष्ठाध्यायस्य चतुर्थपादे अस्ति असिद्धवत् अत्र आभात् इत्यस्ति आभात् इत्यत्र आङ् इति उपसर्गः अस्ति भात् इत्यनेन भसंज्ञा भ इत्यस्य भात् इत्युक्ते भस्य इत्यस्य अधिकारस्य अन्तपर्यन्तम् आभात् इति आ इति आङ् इत्यस्य अत्र अर्थद्वयमस्ति खलु आङ् इत्यस्य अर्थद्वयं किमस्ति पर्युदासः अपि च अभिविधिः तर्हि आङ् मर्यादा आङ् इत्यस्य मर्यादा इति अर्थे अभिविधिः इति अर्थे आङ् इत्यस्य कर्मप्रवचनीयसंज्ञा भवति अनन्तरं यदा कर्मप्रवचनीयसंज्ञा भवति तदनन्तरं पञ्चमीविभक्तिः भवति तस्य योगे कर्मप्रवचनस्य योगे पञ्चमीविभक्तिः भवति अतः आभात् इत्युक्ते भस्य इति पर्यन्तं भात् इति पञ्चमीविभक्तिः अस्ति भात् आभात् इत्युक्ते अत्र आभात् इत्यत्र अभिविधिः वा मर्यादा वा इन्क्लूडिङ्ग् इति अस्ति मर्यादा खलु मर्यादा इत्युक्ते मर्यादा इत्युक्ते मर्यादा इत्युक्ते अप् टु नाट् इन्क्लूडिङ्ग् अत्र आभात् इत्युक्ते अभिविधिः वा मर्यादा वा अभिविधि तर्हि इन्क्लूडिङ्ग् मर्यादा इत्युक्ते एण्ड् पर्यन्तम् इत्युक्ते अन्तपर्यन्तम् इन्क्लूडिङ्ग् वा एक्स्क्लूडिङ्ग् वा इन्क्लूडिङ्ग् इत्युक्ते किम् अस्ति अत्र अभिविधिः वा मर्यादा वा मर्यादा इन्क्लूडिङ्ग् भगिनि मर्यादा इन्क्लूडिङ्ग् नास्ति खलु मर्यादा इत्युक्ते बौण्ड्री तस्मात् पूर्वम् मर्यादा इत्युक्ते तस्मात् पूर्वम् अभिविधिः इत्युक्ते इन्क्लूडिङ्ग् इत्युक्ते बस्य इत्यस्य अधिकारस्य अन्तपर्यन्तम् इन्क्लूडिङ्ग् द एण्ड् अभिविधिः इति अर्थः खलु तर्हि अत्र अभिविधिः इत्यर्थः अतः एव आभात् इति उक्तम् अत्र इत्युक्ते अस्मिन् अधिकारे आभात् अत्र इत्युक्ते अस्मिन् अधिकारे अस्मिन् अधिकारे सूत्रद्वयम् इत्युक्ते अस्मिन् अधिकारे यानि सूत्राणि सन्ति इत्युक्ते 6422 इति आरभ्य टिल् द एण्ड् आफ् 664 यानि यानि सूत्राणि सन्ति तत्र सर्वत्र एकं सूत्रं कार्यं करोति चेत् तत्पश्चात् अन्यत् सूत्रं तस्मिन्नेव आवीयक्षेत्रे अस्ति तत् सूत्रं प्रथमसूत्रेण यत् कार्यं कृतं तद् न पश्यति यतोहि प्रथमसूत्रेण यत् कार्यं कृतं तद् असिद्धम् अस्ति असिद्धमस्ति इति कृत्वा द्वितीयसूत्रं प्रथमसूत्रस्य कार्यं द्रष्टुं न शक्नोति तद् कदा भवति इति चेत् द्वयोः सूत्रयोः आश्रयः समानः भवेत् द्वयोः प्रथमसूत्रस्य आश्रयः अपि समानः भवेत् द्वितीयसूत्रस्य आश्रयः अपि समानः भवेत् आश्रयः नाम कः इति चेत् तत्र स्थानी समानः भवेत् अथवा निमित्तं समानं भवेत् द्वयोः सूत्रयोः निमित्तं समानं भवेत् अथवा स्थानी समानः भवेत् तदानीं द्वयोः सूत्रयोः आश्रयः समानः इति वक्तुं शक्नुमः तर्हि अत्र आभेयक्षेत्रे अस्माभिः किं करणीयं प्रथमम् एकं सूत्रं कार्यं करोति आभेयक्षेत्रे तत्पश्चात् द्वितीयसूत्रस्य प्रसक्तिः अस्ति वा इति यदा वयं चिन्तनं कुर्मः तदानीं प्रथमसूत्रस्य कार्यम् असिद्धं वा असिद्धम् अस्ति वा न वा इति द्रष्टुम् अस्माभिः द्वयोः सूत्रयोः आश्रयः कः इति द्रष्टव्यम्। इत्युक्ते द्वयोः सूत्रयोः स्थानी कः, द्वयोः सूत्रयोः निमित्तं किम्। यदि द्वयोः सूत्रयोः निमित्तं समानमस्ति अथवा द्वयोः सूत्रयोः स्थानी समानः अस्ति तदानीं वयं वक्तुं शक्नुमः द्वयोः सूत्रयोः आश्रयः समानः। यदा द्वयोः सूत्रयोः आश्रयः समानः, सूत्रद्वयमपि आबीयक्षेत्रे अस्ति, इत्युक्ते 6422 इति आरभ्य टिल् द एण्ड् आफ़् 6-4 इति अस्ति, षष्ठाध्यायस्य चतुर्थपादस्य अन्तपर्यन्तम् अस्ति, तदानीं प्रथमसूत्रस्य यद् कार्यम् अस्ति तत् कार्यम् असिद्धं भवति द्वितीयसूत्रस्य कृते। यथा पूर्वत्र सिद्धम् इति अधिकारे कार्यासिद्धं भवति, प्रथम एकस्य सूत्रस्य कार्यानन्तरं यदि पूर्वसूत्रम् आयाति त्रिपाद्यां वा भवतु अथवा सपादसप्ताध्यायां, तर्हि तत् सूत्रं परसूत्रेण यत् कार्यं कृतं तद् द्रष्टुं न शक्नोति। ध्वनिः द्रष्टुं न शक्नोति, तर्हि एवमेव अत्रापि असिद्धवत् अत्राभात्। यथा कार्यसिद्धम् इति भवति तथैव अत्रापि एकस्य कार्यानन्तरं द्वितीयं सूत्रं प्रथमसूत्रस्य कार्यं द्रष्टुं न शक्नोति इति अस्ति, असिद्धवत् अत्राभात् इति। असिद्धवत् अत्र अभावात् अपि च पूर्वत् असिद्धं समानमेव भवति भाति, सो तस्मिन् स्थिते किमर्थं असिद्धवत् अत्र अभावत् क्षेत्रे किमपि सूत्राणि सन्ति तत्र पूर्वत् असिद्धमेव स्थापितम्? एतानि सूत्राणि किमर्थं पूर्वत्र सिद्धम् इति अधिकारेण स्थापितानि इति वा? इत्युक्ते एतानि अङ्गकार्याणि खलु, एतानि अङ्गकार्याणि, तत्र तु त्रिपाद्यां तु वर्णनैमित्तिककार्याणि, अङ्गकार्याणि अपेक्षितानि, अतः अङ्ग अधिकारे स्थापितानि एतानि, अतः षष्ठाध्याये एव एतानि भवेयुः। परन्तु अत्रापि पूर्वत्र सिद्धम् इत्यस्य यः प्रभावः तादृशप्रभावः इष्यते रूपसिद्ध्यर्थम्, अतः एव अत्र स्थापितानि एतानि खलु। इदानीम् अङ्गाधिकारे सन्ति एतानि सूत्राणि, अतः वर्णकार्यात् पूर्वम् एतेषां कार्यम् अपेक्षितमस्ति, अतः त्रिपाद्यं स्थापयितुं न शक्यते अत्र सपादसप्ताध्यायानि, परन्तु तत्रापि क्रमः अत्र सोरि वदतु वदतु अत्र असिद्धवत् इति अस्ति खलु, तत्र तु सर्वदा असिद्धं भवति, अत्र तु कार्यं प्रथमसूत्रस्यापि भवति, द्वितीयसूत्रं केवलं द्रष्टुं न शक्नोति, तावदेव खलु? आमां, प्रथमसूत्रं कार्यं करोति तदानीं द्वितीयसूत्रं प्रथमसूत्रस्य कार्यं न द्रष्टुं शक्नोति, इत्युक्ते प्रथमसूत्रस्य कार्यम् असिद्धं भवति, परन्तु कार्यं भवति खलु तस्य कार्यं, द्वितीयसूत्रस्य कार्यं भवति, प्रथमसूत्रस्यापि भवति खलु, प्रथमसूत्रस्य कार्यं जातं कार्यानन्तरं, प्रथमसूत्रस्य कार्यं जातं तदानीं द्वितीयसूत्रम् आयाति, तदानीं द्वितीयसूत्रस्य प्रसक्तिः अस्ति वा न वा इति वयं पश्यामः चेत् प्रसक्तिः तु नास्ति, यतोहि प्रथमसूत्रेण कार्यं किमपि कार्यं कृतम्, अतः द्वितीयसूत्रस्य प्रसङ्गः नास्ति, परन्तु तदानीं वयं पश्यामः इति कृत्वा प्रथमसूत्रस्य कार्यम् असिद्धम् अस्ति, इदानीं द्वितीयसूत्रस्य प्रसक्तिः भवति, यदा प्रथमसूत्रस्य असिद्धिः भवति तदानीं द्वितीयसूत्रस्य प्रसक्तिः भवति, तावत् द्वितीयसूत्रस्य प्रसक्तिः एव नास्ति भगिनि। अत्र प्रथम द्वितीय इति तत्र संख्या न भवति किल, संख्या न न अत्र पश्यतु, अत्र एनो अत्र पश्यतु, आयोगः ईयोगः अन् इति अस्ति खलु, आयोगः ईयोगः अन्। इदानीं तत्र अस्माभिः किम् उक्तं, द्वितीयपक्षे अस्माभिः उक्तं यत् अत्र तत्र आड् आगमः प्रथमतया न भवति इति स्वीकुर्मः, तर्हि ईयोगः अन् इति स्थितौ तत्र इणो यण् इति प्रथमतया आयाति, ईयोगः अन् इति प्रसङ्गे इको एणच् इति सूत्रं प्रसक्तिः, तस्य प्रसक्तिः अस्ति, अपि च इणो यण् इत्यस्य प्रसक्तिः अस्ति, इको एणचि इति सूत्रं प्रबाद्य इणोयन् इत्यस्य कार्यं भवति, अन्यत् सूत्रं किमपि प्रसक्तं नास्ति यद् अधुना ईयोगः अन् इति स्थितौ, तर्हि साक्षात् इनोयन् इत्यस्य कार्यं भवति, अन्यत् प्रसक्तमेव नास्ति. आटश्च आडाजादीनां किमपि प्रसक्तं नास्ति अत्र. इत्युक्ते आडाजादीनाम् इत्यस्य प्रसक्तिः अस्ति, परन्तु अस्माभिः किम् अत्र चर्चितं यत् प्रथमतया अत्र अङ्गकार्यम् अस्माभिः क्रियते, तदनन्तरमेव आडागमः इति. तर्हि इदानीं तत्र अङ्गकार्यं अङ्गकार्यं बलीयः इति कारणेन इनोयन् कार्यं करोति प्रथमं. हा, इनोयन् प्रथमतया कार्यं करोति. तर्हि अत्र ययोगः अन् इति भवति. इदानीम् आडाजादीनाम् इत्यस्य प्रसक्तिः एव नास्ति. ययोगः अन् य इति अजादिः एव नास्ति, अतः कथं वा आडाजादीनाम् इत्यस्य कार्यं भवितुम् अर्हति. तदानीं वयं पश्यामः, ओ इनोयन् इत्यपि अभियक्षेत्रे अस्ति, आडाजादीनाम् इति अभियक्षेत्रे अस्ति. एकं तु 6481, एकं तु 6472, सूत्रद्वयमपि अभियक्षेत्रे अस्ति 6422 इत्यस्य अनन्तरं. तर्हि इदानीम् इणोयन् इत्यस्य कार्यं जातं, तर्हि आडाजादीनाम् इदानीं प्रसक्तं नास्ति, परन्तु सूत्रद्वयमपि अभियक्षेत्रे अस्ति इति कृत्वा तत्र इणोयन् इति प्रथमसूत्रेण यद् कार्यं कृतं तद् असिद्धम् अस्ति आडाजादीनाम् इति सूत्रस्य कृते. तर्हि आडाजादीनाम् इति सूत्रं किं पश्यति इति चेत् ईयोगः अन् इति एव पश्यति इति कृत्वा अस्तु, इदानीम् अजादिधातुः अस्ति इति कृत्वा आडागमः भवति. अतः आयोगः ययोगः अन्. परन्तु अत्र इणोयन् इत्यस्य कार्यं तु जातं खलु, अतः य इति आयोगः इणोयन् इति कार्यं जातं किमर्थमिति चेत् अङ्ककार्यं बलीयः आडजादीनाम् इति वर्णकार्यमेव. न आडजादीनम् इति वर्णकार्यं नास्ति. आडाजादीनम् इति वर्णकार्यं आटश्च इत्येव वर्णकार्यम्, आटश्च इत्येव वर्णकार्यं. परन्तु अत्र आडाजादीनाम् इत्यस्य कार्यं लावस्थायमेव भवति इति वदन्ति खलु. परन्तु केचन वदन्ति आडाजादीनाम् इति लावस्थायं नास्ति, अत्र तिङ् प्रत्ययं निमित्तीकृत्य एव कार्यं भवति इति कृत्वा, लकारस्य स्थाने यदा तिङ् प्रत्ययः आयाति तदानीमेव अस्य कार्यं भवति इति कृत्वा. अपि च एतत्तु अङ्गे कार्यं नास्ति खलु, अङ्गस्य बहिः अस्ति, अतः बहिरङ्गरूपेण अस्ति इति कृत्वा अस्य कार्यं प्रथमतया न भवेत्, प्रथमतया इणोयन् एव भवेत् इति चिन्तनं कुर्मः चेत्. अपि च अत्र एवमपि चिन्तनीयं, यदि अत्र आडाजादीनम् इति प्रथमतया भवति लावस्थायामेव, तर्हि किमर्थम् आवीयक्षेत्रे सूत्रद्वयं स्थापितम् इति प्रश्नः जायते खलु. पाणिनिना किमर्थं सूत्रद्वयम् आवीयक्षेत्रे स्थापितं, यदि आडाजादीनां प्रथमतया लावस्थायामेव कार्यं करोति, तर्हि तद् तदनन्तरम् इणोयन् इत्यस्य कार्यं भवति, तर्हि द्वयोः समानाश्रितं कार्यं नास्ति. अतः आवीयक्षेत्रे किमर्थं सूत्रद्वयं स्थापितम् इदानीं पश्यतु. यदि आडाजादीनां लावस्थायां कार्यं करोति, तर्हि आयोगः ईयोगः अन् ओके. इदानीम् आडाजादीनमपि आवीयक्षेत्रे अस्ति. इदानीम् इणोयन् इति आयाति, इणोयन् इति सूत्रम् आडाजादीनम् इत्यस्य कार्यं न पश्यति वा, अस्तु नाम तेन किम्? तर्हि साक्षात् यणादेशः भवति, तर्हि तत्र आवीयक्षेत्रे अस्ति इति कृत्वा तेन किमपि परिवर्तनं जायते वा? आ इति तु अन्यत्र अस्ति, स्थाने समानं नास्ति खलु, तत्र स्थाने भिन्नम् अस्ति, स्थाने भिन्नः अस्ति. तर्हि इदानीम् ई योगः अन् इति एव स्थलविशेषः अस्ति यत्र इणोयन् इत्यस्य कार्यं भवति, अतः तद् आवीयक्षेत्रे भवतु वा न भवतु आडाजादीनां, तेन किमपि न परिवर्तनं. तर्हि ई स्थाने यणादेशः भवति, आयोगः ईयोगः अण् इति भवति तत्र. एवं भवति चेत् इदानीम् आटश्च इत्यस्य कार्यं भवति, आयोगः ई ऐ एवम् आयन् इति रूपं लभ्यते. तर्हि इदानीं प्रश्नः जायते, किमर्थम् आडाजादीनाम् इणोयन् सूत्रद्वयम् आवीयक्षेत्रे अस्ति? यतोहि तस्य प्रयोजनमेव न दृश्यते इदानीं. तदर्थम् अस्माभिः किं चिन्तनीयम् इति चेत्, अत्र वस्तुतः आडाजादीनाम् इत्यस्य कार्यं प्रथमतया न भवति, इणोयन् इत्यस्य कार्यमेव प्रथमतया भवति, आडाजादीनाम् इत्यस्य कार्यं लावस्थायां नास्ति. तर्हि इणोयन् इत्यस्य कार्यं न पश्यते इति वक्तव्यम्. इदानीं वयं समर्थयितुं शक्नुमः किमर्थम् आवीयक्षेत्रे सूत्रद्वयं स्थापितम् इति. किञ्चित् अग्रे पश्यामः. इदानीं मीना भगिनी भवत्येव पठतु अग्रे. अन् प्रत्ययम् आश्रित्य आडजादीनाम् इणोयन् इत्यनयोः कार्यं भवति. अत्र इन् धातोः इ इत्यपि द्वयोः आश्रयः आडजादीनाम् इति सूत्रमपि इनो यन् इति सूत्रमपि षष्ठाध्यायस्य चतुर्थपादस्य द्वाविंशत् सूत्रम् आरभ्य षष्ठाध्यायस्य अन्तः इति यावत् अस्मिन् गोचरे अस्ति इति कृत्वा आडागमः अपि यणादेशः अपि आवीयकार्यम्। इदानीं किमर्थम् आडजातीनाम् अपि च इनो यन् आवीयकार्यम् इति उक्तं तत्र आडजातीनां अन्प्रत्ययस्य आश्रित्य आडजातीनां भवति इन् इनो यन् इति अनयोः कार्यं भवति। ई धातु आश्रित्य इनोयन् भवति, ई धातु आश्रित्य एव अजादिधातु आश्रित्य एव आडजातीनामपि कार्यं करोति। तस्मात् एते सूत्रद्वयं षष्ठाध्यायां असिद्धवत् अत्र अभावात् तत्र गोचरे स्थापितम् अस्ति। आडागमः अपि च यण् आदेशः आवीयकार्यम् इति उक्तम्। किमर्थम् इति उक्तम् इति अग्रे आगच्छति किल। धन्यवादः, क्षम्यतां भगिनि, इदानीम् अग्रे बहवः जनाः सन्ति अद्य। समीचीनं भगिनि, धन्यवादः। इदानीं तत्र किञ्चित् अग्रे किं सूर्यकुमारी भगिनी पठति वा? भगिनि आडजातीनां सूत्रद्वयमपि एकवारं स्मरेत्। आडजातीनाम् इत्युक्ते आजादिप्रत्यये अजादिधातुपरे आटाद आगमः भवति। सूत्रमस्ति लुङ् लङ् लुक्षदातः आट्वा अट्वा भवति। अजादिधातुरूप अङ्गस्य आट् आगमो भवति। अजादि नास्ति चेत् अट् भवति इति राज्य आडजातीनां सूत्रस्य अर्थः। अनन्तरम् इनोयन् इन् धातोः यनादेशः भवति अजादिप्रत्यये परे। अनुवृत्तिसहितसूत्रमस्ति यनः अङ्गस्य यन् अचि। अत्र द्वयोः सूत्रयोः निमित्तं भिन्नम् आश्रयं समानम् अस्ति। आडजादीनां निमित्तमस्ति अजादिधातु अस्ति चेत् आडजादीनाम्। इनोयन् निमित्तमस्ति अचिपरे इन् धातोः यन् अचिपरे। तत्र प्रत्ययः अस्ति, अजादिप्रत्ययः अस्ति, आडजादीनाम् अजादिधातुः अस्ति इति मया अवगतं भगिनि। तर्हि अस्मिन् पक्षे लकारप्रत्ययस्य उपस्थितिः आदौ भवति, तन्निमित्तकारेशः च आदौ भवन्ति, ततः परम् अजादिप्रत्ययत्वम् आदाय इनोयन् इत्यनेन यणादेशः। तस्य च असिद्धत्वात् आडजादीनाम् इत्यनेन आडागमः असिद्धत्वात् इति सूत्रं कार्यं करोति। इनोयन् कार्यं भवति चेत् भवति प्रथमम् आडजादीनां तस्य कार्यं न पश्यति, तत्कारणेन आटागमः अपि भवति, आयोगः ईयोगः यन् ई स्थाने यनादेशपु कृत्वा आयोगः यायोगः अम्. तदनन्तरम् अत्र प्रश्नः उदेति, एकवारम् आरम्भे इनोयन् इति शास्त्रम् उपस्थितं भवति चेत् भगिनी क्षम्यतां, धन्यवादः भगिनी. इदानीम् अन्य कोऽपि पठतु. अत्र प्रश्नः, अत्र क्रमः कः इति अवगतः वा? क्रमः इत्युक्ते अत्र द्वितीयपक्षे प्रथमतया तत्र धातुतः ई योगः लकारः, लङ् लकारः, लकारस्य स्थाने तन्निमित्तिक आदेशाः, तत्र तिङ्प्रत्ययः, ई योगः तिङ्प्रत्ययः, तदनन्तरं तिङ्प्रत्ययं निमित्तीकृत्य विकरणप्रत्ययः, विकरणप्रत्ययस्य लुक् ई योगः अन् इति स्थितिः, ई योगः अन् इति स्थितिः. तर्हि अस्याम् अवस्थायामेव इणोयन् इति प्रथमतया भवति, ययोगः अन्. इदानीम् असिद्धवतत्राभात् इत्यस्य प्रसङ्गः, सूत्रद्वयमपि अभियक्षेत्रे, अतः इणोयन् इत्यस्य कार्यम् असिद्धं भवति अडाजादीनाम् इत्यस्य कृते. अत्र सूत्रस्य सङ्ख्यायाः महत्त्वं नास्ति, पूर्वं परम् इति महत्त्वं नास्ति, इणोयन् इति परसूत्रं वा भवतु पूर्वसूत्रं वा भवतु नाम, परन्तु सूत्रद्वयम् आभियक्षेत्रे अस्ति, अपि च द्वयोः निमित्तं समानम् अथवा स्थानि समानः इति कृत्वा तत्र इणोयन् इत्यस्य निमित्तम् अपि समानम्, आडाजादीनाम् इत्यस्य निमित्तम् अपि समानम्. आडाजादीनाम् इत्यस्य निमित्तं तु तत्र तिङ्प्रत्ययः, लकारनिमित्तिकप्रत्ययः, इणोयन् इत्यस्य अपि अजादिरूपी प्रत्ययः इति कृत्वा समान आश्रयः इति कृत्वा प्रथमसूत्रस्य कार्यम् असिद्धं भवति द्वितीयसूत्रस्य कृते. इदानीम् अत्र किञ्चित् अग्रे गच्छामः. सरस्वती भगिनी अग्रे पठति वा? आं भगिनि, अत्र प्रश्नः उदेति, एकवारम् आरम्भे इनोयन् इति शास्त्रम् उपस्थितं भवति चेत् तस्य असिद्धत्वात् आडजादीनाम् इत्यनेन आड् आगमः भवेत्, किन्तु कस्य बलेन अडागमात् प्राक् यण् आदेशो विधीयेत आडजादीनाम् इति लावस्थायाम्? इनोयन् इति सिद्धतिङ्प्रत्ययसाधनानन्तरमेव, अपि च लावस्थायाम् आडगमः आड् आगमः इति पक्षे असिद्धवत्राभात् इति शास्त्रं न अपेक्षते, साक्षात् आडजादीनाम् इत्यनेन आडागमः, तदा प्रतिपदोक्तत्वात् इनोह्यण् फलतः आयन् इति रूपम्. अतः अत्र लाघवम् असिद्धवदत्राभात् इत्यस्य अपेक्षा एव नास्ति. तर्हि पुनः अत्र प्रश्न उदेति, इनोह्यण् उपस्थितं भवति चेत् तर्हि आडजादीनाम् अस्य तस्य असिद्धत्वात् इत्युक्ते द्वयोरपि सूत्रयोः स्थानमस्ति चतुर्थपादे, षष्ठाध्यायस्य चतुर्थपादे. अतः दि इनोयन् कार्यं करोति चेत् आडजादीनां तद् न पश्यति, अतः आडजादीनाम् आगमः भवेत् एव, किन्तु आड् आगमात् प्राक् यण् आदेशः विधीयेत वा, एवं प्रश्नः उदेति. तर्हि लावस्थायां द्रष्टव्यमत्र, आडजादीनां लावस्थायामस्ति. इनोयन् तु तिङ्गप्रत्ययसाधन तिङ्गप्रत्यय साधनार्थमेव अस्ति, अतः लावस्थायाम् आड् आगमः इति पक्षे, इत्युक्ते लावस्थायां तु प्रथमम् आगच्छति, अतः तत्र असिद्धवदत्राभात् शास्त्रमेव न अपेक्षते, आडजादीनाम् इत्यनेन आडागमः भवति, तदा प्रतिपदोक्तत्वात् इत्युक्ते इणोयन् केवलम् इण् धातोः कृते अस्ति, अतः प्रतिपदोक्तत्वात् आयन इति रूपं भवति. अतः अत्र लाघवम् एतस्य अहं न अर्थम् अवगतवती लाघवं कुतः लाघवम् इत्युक्ते किमर्थम् असिद्धवत् अत्र अभात् इति सूत्र शास्त्रस्य अपेक्षा वर्तते अनयोः विषये अनयोः सूत्रयोः विषये इत्युक्ते अडाजादीनाम् इति सर्वत्र न केवलम् अत्र अन्यत्रापि ला अवस्थायामेव कार्यं करोति न केवलम् अस्य धातोः विषये सर्वत्र सूत्राधारेण अडाजादीनाम् इति सूत्रं वयं पश्यामः चेत् तत्र तदर्थमेव सूत्रम् उल्लेखितं खलु लुङ् लङ् विंश परे अजादीधातुरूपी अङ्गस्य आट् आगमौ भवति तर्हि लुङ् लकारः लङ् लकारः लृङ् लकारः तर्हि अत्र लङ् लकारस्य प्रसङ्गे लङ् लकारः परः वर्तते चेत् अजादिधातुः अपि वर्तते चेत् आडागमः भवति तर्हि तत्तु सर्वत्र भवति तर्हि आडागमः प्रथमतया भवेत् तत्पश्चात् इणोयण् इत्यस्य कार्यं भवति प्रतिपदोक्तत्वात् आटश्च इत्यस्य अपेक्षया प्रतिपदोक्तत्वम् अस्ति अस्मिन् सूत्रे इति कृत्वा इणोयण् कार्यं करोति तर्हि आयोगः ययोगः अन् इदानीम् आटश्च इत्यस्य प्रसङ्गः नास्ति साक्षात् आयन् इति रूपं लभ्यते अत्र एव सारल्यम् अस्ति अत्र एव लाघवम् अस्ति किमर्थम् असिद्धवत् अत्र अभात् इति सर्वं वक्तव्यं तस्य अपेक्षा एव नास्ति खलु अत्र किमर्थमेवं वक्तव्यम् इति प्रश्नः प्रथमपक्षः समीचीनः अस्ति खलु किमर्थं द्वितीयपक्षः इति प्रश्नः तर्हि द्वितीयपक्षस्य विषये लक्ष्मीभगिनी पठतु आं भगिनि तर्हि द्वितीयपक्षे कस्य बलेन आडागमनात् प्राक् यन् आदेशो विधीयेत लावस्थायाम् आडागमः इति पक्षे लाघवम् इति सत्यं किन्तु तथा सति सति असिद्धवत् अत्र भात् इत्यस्य पाठः कुतः इति प्रश्नः आभीयपाठस्य का गतिः इणोयण् आडजादीना इति सूत्रद्वयम् आभीयशास्त्रे अन्तर्गतं तस्य च कारणं स्यात् इणोयण् सर्वप्रथमं न भवति चेत् किमर्थम् आभीयकार्यम् इदम् इदमेव आभीयपाठस्य सार्थक्यम् अत्र भाष्यकारस्य कथनमिदं यत् तेन ज्ञायते आदौ लकारनिमित्तकार्याणि ततः परमेव आडागमः अस्तु तर्हि अत्र प्रश्नः उदेति प्रश्नः आसीत् इणोयण् आडाजादिना सूत्रद्वयं च आभीयकार्यमस्ति आभीयकारस्य अधिकारपरिधौ अस्ति तर्हि प्रथमं सूत्रं प्रथमं कार्यं किं सूत्रं करोति इति प्रश्नः आसीत् तर्हि अत्र इदानीम् आडाजादिनम् इत्यनेन प्रथमं कार्यं स्यात् चेत् तस्य अत्र सिद्धवत् अत्राभात् इति सूत्रस्य प्रसक्तिः नास्ति अत्र अपेक्षा नास्ति अत्र अतः अत्र किमपि कार्यं स्यात् किमपि प्राधान्यं स्यात् यत्र इणोयण् इत्यस्य कार्यं प्रथमं भवति ततः परम् आडजादीनम् इत्यस्य कार्यं भवति तदर्थमेव सूत्रद्वयं च असिद्धवत् अत्राभात् इत्यस्य अधिकारपरितौ स्थापितः इति अत्र निर्दिष्टः अस्ति अतः एव लावस्थायाम् आडागमः इति पक्षे लाघवं सत्यपि इनोयन् इत्यस्य एव कार्यं प्रथमं भवति भाष्यकारस्य कथनम् इदं यत् आदौ लकारनिमित्तकार्याणि इत्युक्ते किम् अत्र लङ् इत्यस्य लस्य इत्यनेन अतिबाधयः ततः परं तस्य कार्याणि अङ्गकार्याणि सर्वं भूत्वा अन् इति यत् भवति तत् कार्यं प्रथमं स्यात् ततः परम् आडागमस्य विषयः आनेतव्यः इति अत्र उल्लेखितमस्ति समीचीनं भगिनि इत्युक्ते समीचीनतया उक्तवती इत्युक्ते यद्यपि प्रथमपक्षे लाघवमस्ति आडागमः प्रथमम् आयाति तत्र एव लाघवमस्ति तथापि एवम् अस्ति चेत् किमर्थं सूत्रद्वयम् आभीयक्षेत्रे स्थापितम् आभीयक्षेत्रे सूत्रद्वयमपि स्थापितं तस्य किमपि कारणं स्यात् तत् किम् इति अग्रे पश्यामः परन्तु अत्र सूत्रद्वयम् आभीयक्षेत्रे अस्ति इति कृत्वा तस्य सार्थक्यं कथं भवति इति चेत् प्रथमतया इणोयन् इति कार्यं करोति चेत् तदानीमेव सूत्रद्वयम् आभीयक्षेत्रे अस्ति इति तस्य सार्थक्यं भवति तर्हि इदानीम् अस्माभिः द्रष्टव्यं किमर्थं सूत्रद्वयम् आदेयक्षेत्रे स्थापितम् इति द्रष्टव्यं, तदेव अग्रे अस्ति. तर्हि किं विजया भगिनी पठति वा? आं महोदय. प्रथमपक्षस्य अपरित्यजने अन्यत् कारणमपि उक्तं महाभाष्ये. किम् इति चेत् धातुः नाम क्रियावाचकः, क्रियायाः स्व आश्रय आश्रयक अङ्गा भवति, आश्रय आकाङ्क्ष भवति. नो चेत् क्रिया न प्रतीयते, धातुः एव क्रिया न बोधयति. क्रियायाः स्व आश्रय समावधाने एव धातुः क्रियां बोधयेत्. कर्तृबोधकप्रत्ययः परः यदा भवति तदानीम् अयं धातुः परिपूर्णतया क्रियां बोधयितुं समर्थः भवति. क्रियायाः आश्रयबोधकप्रत्ययः नास्ति चेत् धातुः क्रियां कथं वा बोधयेत्? लकारः आश्रयबोधकप्रत्ययः, तं विना अयं धातुः इति व्यवहारः एव वस्तुतः न कर्तव्यः. कुतः इति चेत् क्रियां न बोधयति, तर्हि कदा बोधयति? स्वबोध्यक्रियायाः आश्रयः अस्ति चेत् एव धातुः क्रियां बोधयति. भूधातोः लट् लट् इति प्रयोगे भूधातुः अर्थविज्ञानपदम्. इतः परं यदा लट् प्रत्ययः करिष्यते तदानीं परिपूर्णधातुः अयम्, प्रत्ययस्य उत्पत्तेः पूर्वम् अयं धातुः इति व्यवहारः गौणः. अनेन लकारप्रत्ययस्य उपस्थितिः आदौ भवति, तन्निमित्तिककार्याणि च आदौ भवन्ति इति वक्तव्यम्. अस्मात् कारणात् अपि ल अवस्थायाम् अट् इति पक्षः परित्यक्तः. आहत्य कारणत्रयेण इनो यन् सर्वप्रथमम् आयाति. आभीय पाठस्य सार्थक्यार्थं प्रतिपदोक्तत्वात्, अनन्तरं विशिष्टधातोः क्रियाबोधकत्वात्, अतः इदं चर्चा भवति इनोयन् अनन्तरम् आडजादीना प्रथमं भवति वा. अत्र असिद्ध अत्राभात् इति सूत्रस्य आवश्यकता अत्र किम् अस्ति इति. इदानीं प्रथमपक्षस्य परित्यजने अन्यत् कारणमपि उक्तं महाभाष्ये. इतोपर्यन्तं इनोयन् प्रथमं भवति वा, आडाजादीनां प्रथमं भवति वा, अत्र बलवत् प्रतिपदोक्तं कुत्र भवति इति चिन्तनम् आसीत्. परन्तु अत्र एतत् विषये महाभाष्ये अपि अन्यत् कारणमपि तत्र उक्तं. किमिति चेत् धातुः नाम क्रियावाचकः, वयं सर्वं जानीमः धातुः इत्युक्ते क्रियावाचकपदमेव इति. क्रियायाः स्व आश्रय आकाङ्क्षा भवति एव. अत्र आकाङ्क्षा इत्युक्ते अत्र विवक्षा अस्ति क्रियायाः किम् अत्र आगन्तव्यम् इति. नो चेत् क्रिया न प्रतीयते, अत्र आकारः न भवति एव. आकाङ्क्षा अस्ति एव, अत्र क्रियायाः कारयं भवति इति. धातुः एव वाक्यस्य अर्थः कः? क्रियायाः स्वाश्रय आकाङ्क्षा भवति, नो चेत् क्रिया न प्रतीयते. क्रियायाः आकाङ्क्षा स्व आकाङ्क्षा अत्र वचनमेव सूचयति वा महोदय? वचनं पुरुषं पुरुषम् एतदेव वा? न न न, क्रियायाः स्वाश्रय आकाङ्क्षा इत्यस्य अर्थः कः? धातोः अत्र क्रियावाचकम् अत्र उदाहरणरूपेण अत्र भूधातुः केवलं धातुः केवलं धातुः क्रियां बोधयति वा? क्रियापदमेव धातुः सूचयति खलु महोदय? न, इति तथा वयं सामान्यतया चिन्तयामः, परन्तु धातुः क्रियां साक्षात् न बोधयति. यावत्पर्यन्तं तत्र धातुतः धातुतः प्रत्ययः विहितः न भवति तावत्पर्यन्तं धातुः क्रियां न बोधयति. धातोः आश्रयः अस्ति, तत्र प्रत्ययः आम् आं महोदय, इत्युक्ते पट्टुधातोः कश्चन अर्थः अस्ति, तर्हि पट्टुधातुना क्रिया बुध्यते वा? न बुध्यते, अत्र प्रत्ययं योजनेनैव पठति इति आगत्य किं कार्यं भवति इति पठति इति वयं वदामः चेत् तदानीं क्रिया अवगम्यते, यतोहि तत्र कश्चन कर्ता पठति इति कर्ता अस्ति इति ज्ञायते, इत्युक्ते क्रिया एवमेव न भवति खलु, आकाशे न भवति खलु क्रिया, क्रिया कुत्र भवति? द्रव्ये एव भवति, तर्हि तत्र द्रव्यम् अपेक्षितमस्ति, तद् द्रव्यस्य बोधः कथं भवति यदा तत्र प्रत्ययं योजयामः? इदानीं पठति इति वयं वदामः चेत् तदानीम् अवगन्तुं शक्नुमः कश्चन पुरुषः अस्ति अथवा महिला अस्ति या सा पठनक्रियां सः अथवा सा पठनक्रियां करोति इति अवगन्तुं शक्यते खलु, अतः प्रत्ययः यावत्पर्यन्तं नास्ति तावत्पर्यन्तं तत्र प्रत्ययस्य यः तत्र क्रियायाः कर्ता कः इति न ज्ञातुं शक्नुमः, तत्र प्रत्ययेन एव कर्तुः अपि बोधः भवति खलु? आम् आम् महोदय, समीचीनम्। आम् अत्र क्रियायाः आश्रय आकाङ्क्षा भवति, नो चेत् क्रिया न प्रतीयते, धातुः एव क्रिया न बोधयति, क्रियायाः स्व आश्रय सम अवधाने एव धातुः क्रियां बोधयति। अत्र इदानीमेव भवत्या उक्तम् अत्र क्रियायाः स्व आश्रय सम अवधाने एव अत्र क्रियां बोधयेत्, कर्तृबोधकः प्रत्ययः परः यदा भवति अत्र सः वा सा वा यत् एतत् अत्र कर्तु प्रथमपुरुष वाचकसप्तम् अत्र कर्तृ कर्ता अत्रैव भवति, तदानीम् अयं धातुः परिपूर्णतया क्रियां बोधयितुं समर्थः भवति। इदानीं प्रत्ययं योजनेन पटयोः ति योजनेन पठति इति अत्र परिपूर्णतया क्रियां बोधयितुं समर्थः भवति। क्रियायाः आश्रयबोधकप्रत्ययः नास्ति चेत् धातुः क्रियां कथं वा बोधयेत्? इदानीमेव भवत्या अत्र उक्तम् एतत् विषये, लकारः आश्रयबोधकप्रत्ययः, अत्र दश लकारः सन्ति, अत्र आश्रयबोधकप्रत्ययः यत्र भवति तत्र तत् स्थाने एव अत्र पूर्णतया क्रियां बोधयितुम् अत्र समर्थः भवति इति, तं विना अयं धातुः इति व्यवहारः एव वस्तुतः न कर्तव्यः, अतः प्रत्ययं विना धातुः किमपि न परिपूर्णतया अवगन्तुं न शक्नुमः एव। कुतः इति चेत् क्रिया न बोधयति, अतः पूर्णतया क्रिया धातोः प्रत्ययं विना धातुः अस्ति चेदपि क्रिया किमपि न बोधयति एव, तर्हि कदा बोधयति? स्वबोधः स्वबोध्यक्रियायाः आश्रयः अस्ति चेत् एव धातुः क्रियां बोधयति। भूधातुः लट् लकारे इति प्रयोगः, भूधातुः अर्थविज्ञानपदम् अस्ति एव, इदानीमेव भूसत्तायम् इति वयं जानीमः अर्थविज्ञानपदमेव, इतः परं यदा लट् प्रत्ययः करिष्यते तदानीं परिपूर्णधातुः अयम्, अत्र भूयोगः अनन्तरम् अत्र कर्तरिष्यप् अनन्तरम् अत्र चेषात् कर्तरिपरम् अनन्तरं भूधातोः भो भवति सार्वधातुक अर्धधातुकयोः अनन्तरम् अत्र एचो यवायावः अनन्तरम् एतत् सर्वाणि अत्र सूत्राणि कार्यं कृत्वा एव अत्र परिपूर्णधातुः भवति भवति इति, भू इति प्रथममस्ति, अन्य कार्यं कृत्वा एव ति इति प्रयोजनं कृत्वा योजनं कृत्वा एव भवति इति अन्तिम परिपूर्णधातुः वयं स्वीकुर्मः। प्रत्ययस्य उत्पत्तेः पूर्वम् अयं धातुः इति व्यवहारः गौणः एव, अत्र स्पष्टीतया स्पष्टीकरणार्थम् अत्र नास्ति एव, गौणः एव, अत्र व्यापारः स्पष्टतया नास्ति एव, अनेन लकारप्रत्ययस्य उपस्थितिः आदौ भवति, अतः लकारस्य प्रत्ययस्य उपस्थितिः आदौ भवति, तन्निमित्तिककार्याणि च आदौ भवन्ति इति वक्तव्यम्। अस्मात् कारणात् अपि ल अवस्थायाम् अट् इति पक्षः परित्यक्तः, अत्र अट् इत्युक्ते आ एव तिष्ठति अत्र, इदानीम् अस्मात् कारणात् एव अत्र अकारः पक्षः अत्र परित्यक्तः त्याज्यः एव, आगत्य कारणं त्रयेण इनो यन् अत्र सर्वप्रथमम् आयाति, किमर्थं चेत् अत्र आवीयपाठस्य सर्व सार्थक्य सार्थक्यम् अत्र अस्ति, समर्थः भवति एव अत्र इनोयन्. अनन्तरम् अत्र प्रतिपदोक्तत्वात् अत्र बलवत् भवति एव इनोयन् इति सूत्रम्. तृतीयबिन्दुः अत्र विशिष्टधातोः क्रियाबोधकत्वात् अत्र एतत् आयोगः या यो आ य अन् योजनेन आयन् इति अन्ते भवति. अत्र विशिष्टधातोः क्रियाबोधकत्वात् अत्र पूर्णतया इनोयन् एव कार्यं भवति इति तत्र दत्तं खलु महोदय. समीचीनं समीचीनम्. इदानीं तत्र अरुणा भगिनी वदतु, अत्र अस्मात् कारणात् अपि लावस्थायम् अट् इति पक्षः परित्यक्तः, तस्य अर्थः कः? परिच्छेदस्य अर्थः कः? अस्मात् कारणात् अपि लावस्थायाम् अट् इति पक्षः परित्यक्तः. ओके, अनेन वयं जानीमः लकार प्रत्ययस्य उपस्थित आदौ भवति धातुतः लङ्लकार आदाजादनाम इति. परन्तु कार्यं निमित्तक तान् निमित्तकार्यं प्रथमं न भवति, भगिनि आदौ भवति इति वक्तव्यम्. कः अर्थः तत्र, किम् उक्तम् अत्र, किमर्थम् एवम् उक्तम्? अस्य अपि च आडाजादीनम् इत्यस्य कः सम्बन्धः? अपि कर्तुं शक्यते. द्वौ सूत्रौ सूत्रे अधिकार्यमस्ति इति कारणात् वक्तुं शक्यते तन्निमित्तकार्यं. किं किम् आदर्श किम् आदर्श इति सूत्रम् युनो एन् एस् सूत्रम् अपि अपि न आतश्य इति सूत्रस्य विषयः नास्ति अत्र. आतश्य इति सूत्रस्य विषयः नास्ति अत्र, आडजादीनाम् इति सूत्रस्य विषयः अस्ति अत्र. किमुक्तम् अत्र? प्रथमम् आगच्छति प्रथमं तदर्थं निमित्तकार्यमपि प्रथमं कर्तव्यम् इति अत्र दत्तं भगिनि. किं प्रथमं कर्तव्यम्? आदाजादानां प्रथमम् आगच्छति लकार अवस्थायां. न न तथा नास्ति इति वदति, तथा नास्ति इति वदति. आडाजादीनां प्रथमतया न आयाति इति वदति अत्र, प्रथमतया आयाति इति न. प्रथमपक्षः परित्यक्तः, प्रथमपक्षः परित्यक्तः. प्रथमपक्षे एव आडाजादीनां प्रथमतया आयाति, परन्तु सः पक्षः परित्यक्तः. द्वितीयपक्षः एव स्वीकृतः अस्ति. किमर्थं द्वितीयपक्षः स्वीकृतः अस्ति इति प्रश्नः. अस्तु, तर्हि तत्र उमा भगिनी वदतु किमवगतम्. सूत्रस्य लङ्लकारे एव आगच्छति आडजादीनां. प्रथमे अट् इति आगन्तुं न शक्यः, युनोयन् एव प्रथमम् आयाति कार्यं करोति. किमर्थम् आडजादीनां प्रथमं न आयाति? युनोयन् इति बलवत् अस्ति. किमर्थम् एक्स्क्लूसिव्लि ई धातोः सः विषयः नास्ति भगिनि अत्र, प्रतिपदोक्तत्वम् इति विषयः नास्ति अत्र. अत्र किम् उक्तम्? अत्र अस्मात् कारणादपि लाभस्थायम् अट् इति पक्षः अडजादीनाम् इट्स् मस्ट् फार् लङ्लकारः. किन्तु ला अवस्थायाम् अस्ति इति पक्षः परित्यक्तः मीन्स् परित्यक्तः नाट् टोटलि परित्यक्तः इति रिक्वैर्ड् फार् लङ्लकारः इनोयन् अनन्तरमेव आगन्तुं शक्यः. अस्तु, तत्र मीना भगिनी किञ्चित् सहायं करोतु. किम् अवगतं भवत्या? मीना भगिनी अस्ति वा? श्रूयते वा मम ध्वनिः? मीना भगिनी अस्ति वा भवती? अस्तु अस्तु अस्तु, तर्हि किं लक्ष्मी भगिनी वदतु. आं भगिनि, अत्र चर्चा आसीत् अपि आसीत् किम् असितवत् अत्राभात् इत्यस्मिन् अधिकारपरतो एव युनो युण्ड आड् अजातिरमिति सूत्रद्वयं वर्तते. किं सूत्रं प्रथमं स्यात्? अत्र धातुः इति इत्यस्य अर्थः सम्पूर्णरूपेण आयाति यथा प्रत्ययः अपि तस्य तेन सह यथा मिलति तथा एव धातुः इत्यस्य सम्पूर्णार्थः लभते इति अत्र उक्तं. तर्हि अत्र उक्तं तत्कारणेन एव अनेन कारणेन लकारप्रत्ययस्य उपस्थितिः आदौ भवति. तर्हि धातुः अनन्तरं प्रत्ययस्य विधानं, ततः परं तन्निमित्तिककार्याणि अपि आदौ भवतु इति अत्र उक्तमस्ति. तदर्थं लकारः लङ् अथवा यकुपि लकारः प्रथमं तस्य विधानं, ततः परं तस्य परिणामः, ततः परं तत् निमित्तकार्याणमपि पूर्वमेव भवतु. तदर्थम् आट् आगमः इति लावस्थायां यः यत् कार्यम् आसीत् तस्य कार्यं तु तस्य पक्षः परित्यक्तः, इत्युक्ते तस्य कार्यं तु तत्परमेव भवति. पूर्वं तु निमित्त क्षम्यतां लकारविधानं, तस्य निमित्तकार्याणि, तत्सर्वं कृत्वा एव आडागमस्य चिन्तनं भवतु इति अत्र उक्तमस्ति. किमर्थमेवं किमर्थमिति चेत् अत्र धातुः परिपूर्णतया यथा प्रत्ययस्य प्रत्ययेन सह एव भवति, तर्हि प्रत्यय लकारः इति प्रत्ययः अस्ति, अतः धातुः अनन्तरं प्रत्ययस्य विधानं, तेन सह तत् निमित्तकार्याणि अपि पूर्वमेव भवतु इति कारणात् प्रथमं निमित्त प्रत्ययनिमित्तकार्याणि भवन्ति. इदम् आट् आगमः इति विषयः तु प्रत्ययनिमित्तकार्याणि नास्ति. अङ्गस्य अङ्गस्य आट् आगमः भवतु इति वदामः चेत् इदानीं धातोः एकः भागः भवति आट् आगमः इति कारणात् प्रत्ययनिमित्तकार्यं नास्ति. यद्यपि लावस्थायां भवति तथापि प्रत्ययनिमित्तकार्यं नास्ति इति कारणात् प्रत्ययनिमित्तकार्यमेव प्रथमं भवतु, आट् आगमः ततः परं भवतु इति अत्र अर्थः सारांशः इति चिन्तयामि. समीचीनम्, इत्युक्ते सम्यक् उक्तवती, परन्तु किञ्चित् इतोपि किञ्चित् स्पष्टीकरणीयम्. इत्युक्ते किमर्थं तत्र आडजादीनाम् इति तु लकारम् आश्रित्य अस्ति, लकारः अपि प्रत्ययः एव खलु, लकारः प्रत्ययः नास्ति इति न? आं, तदर्थमेव तत् निमित्तकार्याणि प्रथमं भवति. तन्निमित्तिककार्याणि इत्युक्ते लकारं निमित्तिककार्याणि तु आडजादीनाम् इत्यपि अस्ति. आडजादीनां प्रत्ययनिमित्तम् अत्र किम् अङ्गस्य आडागमः इति उक्तत्वात् न लकारमाश्रित्य लावस्थायाम् इत्युक्ते अत्र लकारविषये लुङ् लङ् लङ् लुङ् लङ् लृङ्षु अवस्थायाम् इत्यस्मिन् विषये विषयसप्तमी नास्ति खलु अत्र लुङ् लङ् लृङ्षु लकारः यथा विधीयते. हा, क्रियायाः बोधकत्वं नास्ति इत्यनेन अनुप्रत्ययं स्वीकृत्य एव स्व आश्रयबोधकं क्रियायाः बोधकं भवति इत्यनेन लकारावस्थायां यत् प्राप्तं तदेव वयं प्रथमं कर्तुं शक्नुमः इति. पुनः वदतु. धातुयोगः लङ् लङ् इत्यस्य कृते अण् इति कर्तुः बोधकं भवति चेत् एव क्रियायाः आश्रयं लभते इत्यनेन एव तत् कार्यं तेन कार्यम् एव प्रथमं स्यात् इति. किमर्थं ते तत् कार्यं प्रथमं स्यात्? स्व आश्रय क्रिया तदा एव क्रियायाः बोधकं भवति इति. कर्तुः किमर्थं क्रियायाः बोधः आवश्यकः? क्रियायाः बोधकः अथवा धातु इति क्रियां न बोधयति. धातुः इति धातुना किमर्थं क्रिया बोधनीया? धातुना नास्ति, प्रत्ययेन अन् इति प्रत्ययेन कर्ता एव आश्रयं भवति. क्रिया पदं न प्रयुञ्ज कुत्र आश्रयं कुत्र आधारः भवति इति चेत् क्रियायाः आधारः कर्ता एव. कर्ता कर्तुः बोधकं भवति चेत् एव वयं वक्तुं शक्नुमः धातु क्रियां बोधयति इति. किमर्थं धातुना क्रिया बोधनीया इति मम प्रश्नः. किमर्थं धातोः विषये चिन्तनं, किमर्थं धातुः क्रिया बोधनीया, धातुना क्रिया बोधनीया इति किमर्थं तादृशविषये चिन्तनम् अत्र अस्ति? अस्य का अपेक्षा? किञ्चित् चिन्तनं कुर्वन्तु अस्मिन् विषये भगिनी. अत्र असिद्धत्वदात्राभात् इति आरम्भे उक्तं कमपि आश्रयम् अधिकृत्य अभियकार्यं द्वितीयं समानाश्रितम् अभियकार्यं प्रति असिद्धं भवति. इत्युक्ते तत्र प्रथमं तु तत्र सङ्ख्यायाः प्रामुख्यता नास्ति, कार्यं भवति इत्युक्ते लावस्थायाम् आडागमः भवति आडजादीनाम् इति. किन्तु तदनन्तरम् इणो एण् इति आगच्छति, अपि च तत्र तादृशचिन्तनम् अत्र नास्ति. तादृशचिन्तनम् अत्र आडाजादीनां प्रथमतया भवति इति पक्षः त्यक्तः. इदानीम् आडाजादीनां प्रथमतया न भवेत् तस्य चिन्तनं. हा, इत्युक्ते अस्मात् कारणादपि लावस्थायाम् अट् इति पक्षः प्रतित्यक्तः. इत्युक्ते तत्र द्वितीयपक्षे अपि किम् इदानीं अस्तु, ला अवस्थायाम् आडागमः इति पक्षे लाघवत्वम् इति अस्ति, किन्तु तत् त्यक्तम् इति एव तत्र उक्तम् इति मन्ये. किमर्थं त्यक्तम् इति प्रश्नः. किमर्थं त्यक्तं तदेव लावस्था इत्युक्ते तत्र कारणत्रयं दत्तमस्ति भगिनि. आडजादीनाम् इति अजादिधातुः अस्ति इत्यनेन एव. इत्युक्ते अत्र आडजादीनाम् इत्यनेन क्रिया न बोधयति. अत्र प्रत्ययेन यदा युक्तः भवति तथा एव क्रियां बोधयति. किमर्थं क्रिया बोधनीया? किमर्थं क्रिया बोधनीया इति एव प्रश्नः. इत्युक्ते पूर्णतया अर्थबोधः तथा एव जायते. इत्युक्ते कर्तृकः वा कर्तारं बोधयति खलु. किमर्थं तादृश अपेक्षा इति प्रश्नः. किञ्चित् चिन्तनं कुर्वन्तु अत्र किम् उक्तम् इति क्रमेण चिन्तनं कुर्वन्तु. तत्र उषा भगिनी समीपम् आगतवती, परन्तु सम्पूर्णतया वक्तव्यं. तत् किञ्चित् चिन्तनं कुर्वन्तु, अग्रिमसप्ताहे द्रष्टुं शक्नुमः इतः अग्रे. किम् अस्ति उमा भगिनी? अस्ति चेत् किं किम् किं किं लङ् लकारस्य अणागमः अवश्यं. न श्रूयते भगिनी, बहु क्लेशः अस्ति, न जाने किम्. मै क्लियर् मै मौत्. ओके, से वन् मोर् टैम्. अणजादीनां कम्पल्सरि फार् लङ्लकार लङ्लकारस्य आडाजादीनाम् इस् नाट् कम्पल्सरि फार् लङ्लकारः केन उक्तम् आडाजादीनां सर्वत्र भवति वा आडाजादीनां तत्तु अस्माभिः ज्ञायते तत्तु ज्ञायते प्रथमं वक्तव्यम् इति किं लकारः इति लकारः अस्ति चेत् तदनन्तरं एव सर्वं कार्यम् आगच्छति किञ्चित् इतोपि अत्र किं लिखितमस्ति तत् दृष्ट्वा अग्रिमसप्ताहे वदतु इदानीम् अत्र किञ्चित् तत् इतोपि तत्र सम्यक्तया वक्तव्यं तर्हि किमर्थम् एतादृशचिन्तनम् इति सर्वं वक्तव्यम् अत्र इत्युक्ते भवन्तः अवगतवन्तः एव इत्युक्ते न अवगतवन्तः इति न अवगतवन्तः परन्तु किञ्चित् इतोपि वक्तव्यं भवति अस्तु अत्र स्थगनं कुर्मः समयः अपि अतीतः अत्र स्थगनं कुर्मः अग्रिमसप्ताहे इतः अग्रे गन्तुं शक्नुमः नमस्कारः धन्यवादः नमस्कारः धन्यवादः नमस्ते भगिनी धन्यवादः नमस्कारः.